मध्यमार्ग उत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् आस्फालितस्वकभुज स्फुटिताद्रिकाण्डम् द्रान्मैथिली नयन नन्दन मध्य वन्दे मध्ये निशाचर महाभय दुर्विषह्यम् घोराद्भूतव्रतमियं यददश्चार पत्येतदस्य बहुधा परिणामदूतम् सीता पुरस्कृततनुम् हनुमन्तमीडे यः पादपङ्कजयुगम् रघुनाथ पत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः प्रागेव रागी विदधे बहुवन्दमानो वन्देऽञ्जनाजनुषमेष विशेष तुष्ट्यै तान् जानकी विरहवेदन हेतुभूतान् द्राकाकलय्य सदशोकवनीय वृक्षान् लङ्कालकानिव घना नुदपाटयद्यस्तम् हेम सुन्दर कविम् प्रणमामि पुष्ट्यै घोष प्रतिध्वनित शैलगुहासहस्र सम्भ्रान्त नादित वलन् मृगनाथ यूतम् अक्षक्षयक्षण विलक्षित राक्षसेन्द्र मिन्द्रम् कपीन्द्रपृतना वलयस्य वन्दे हेलादिलङ्घित महार्णवमाप्यमन्दम् पूर्णद्गदा विहति वीक्षत राक्षसेषु स्वम् मोदवारिधिमपारमिवेक्षमाणम् वन्देहमक्षय कुमार कमारकेशम् चम्भारिचित्प्रसफलम् वितपाशबन्धम् ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् रौद्रावतारमपि रावणदीर्घदृष्टि सङ्कोचकारणमुदार हरिम् भजामि दर्पोन्नमन्निषचरेश्वरमूर्धचञ्चत् चुम्बिनिजबिम्बमुदीक्ष्य हृष्टम् पश्यन्तमात्मभुजयन्त्रणपिष्यमाण तत्काय शोणित निपातमपेक्षि वक्षः पक्षप्रभृत्यमरविक्रमवीरनाशक् क्रोधादिवद्रुतमुदञ्चित चन्द्रहासम् निद्रापीताप्रघनगर्जन घोरघोषैः संस्तम्भयन्तमभिनौमि दशास्य मूर्तिम् आशंस्यमान विजयम् रघुनाथ धाम शंसन्तमात्मकृत भूरि पराक्रमेण दौत्ये समागम समन्वयमादिशन्तम् वन्दे हरेः क्षितिभृतः पृतना प्रधानम् यस्योचितीम् समुपदिष्टवतोऽधिपुच्छम् तम् भान्धितान् धियमपेक्ष विवर्धमानः नग्नम् च राधिपतिरोषहिरण्यरेता लंकां दिधच्चुरपतत्तमहं रुणोमि। क्रंदन निशाचरकुलं ज्वलनावलीढै साक्षात् गृहैरिव बहिः परिदेवमानम् स्तब्धस्वपुच्छततलग्नकृपीटयोनि दन्दह्यमाननगरीं परिगाहमानाम्। मूर्तैर्गुहासुभिरिवद्युपुरं व्रजद्भिर्व्योम्नि क्षणं परिगतं पतकैर्ज्वलद्भिः पीताम्बरं ददतमुच्छ्रितदीप्तिपुच्छं सेनां वहद्विहगराजमिवाहमीडे। स्तम्भीभवत्स्वगुरुवालधिलग्नवह्नी ज्वालोल्लध्वजपटामिव देव तुष्ट्यै वन्दे यथोपरिपुरो दिवि दर्शयन्तम् अद्यैव रामविजयाचिक वै जयन्ति। रक्षश्च यैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतोऽमृतायाः दाहं व्यधादिव तदन्त्यविधेयभूतम् लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु। आशुद्धयेर्गुपतिप्रणयैकसाक्ष्ये वै देह सरिदीश्वराय न्यासं ददानमिव पावकमापतन्तम् अब्धौ प्रभञ्जनतनूजनुषं भजामि। रक्षस्व तृप्तिरुढशान्तिविशेषशोणम् अक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् भास्वत्र भातरविभानुभरावभासम् लङ्काभयङ्करममुम् भगवन्तमीडे। ईर्वोदधिञ्जनकजार्पितमाप्यचूडा रत्नम् रिपोरपि पुरम् परमस्य दग्ध्वा श्रीराम हर्षगलदश्रवभिषिच्यमानम् तम् ब्रह्मचारिवरवानरमाश्रयेऽहम्। यः प्राणवायुजनितो गिरीशस्य शान्तः शिष्योऽपि गौतम गुरुर्मुनिशङ्करात्मा हृद्यो हरस्य हरिवद्धरिताङ्गतोऽपि धीधैर्यशास्त्रविभवे तुलमाश्रये तम्। स्कन्धे दीवाय्य जगदुत्तरगीतिरीत्या मतोषयदाशुतोषम् तस्मादवाप च वरान् परान् वाप्यान् तौ वानरम् परम वैष्णवमीशमीडे। उमापतेः कविपते स्तुतिर्बाल्य विजृम्भिता हनुमतस्तुष्टये स्तु वीरविंशतिका इति श्री वीरविंशतिकाख्यम् श्री हनुमत्स्तोत्रम्।